ध्वनिमुद्रा किं महोदय? भवतः ध्वनिमुद्रा अहं श्रुतवती इति. मम ध्वनिमुद्रणं वा किम्? यत् भवती कृतवती न अन्तिमं सहायकमस्ति. सर्वेषां नमस्कारः. लट्लकारस्य करपत्रं वयम् आरम्भतः एकवारं पुनस्मरणरूपेण कुर्मः. भगिनी तर्हि आरम्भतः लृटः इति तत्र किमस्ति लट्लकारस्य विषये? वयम् आर्धधातुक सार्धधातुक इति तादृशचिन्तनम् आसीत् खलु, तदपि स्वीकृत्य अनन्तरं तदनन्तरं तत्र लृट् कुत्र भवति इति शेषे च इति प्रथमसूत्रमस्ति खलु, तस्मिन् विषये किञ्चित् वदति वा सरला भगिनी? वदति वा भगिनी वा? सरला भगिनी वदति वा भगिनि आरम्भतः? म्यूट् मध्ये वदन्ती अस्मि. लिट् शेषे च इति सामान्य भविष्यत्काल कृते लिट् लकारस्य प्रयोगः भवति, किन्तु इति अपि वदति अत्र उपपदरूपेण अन्या क्रिया यद्भवति तत्र अपि आगच्छति, यथा कर्तुम् इच्छामि तत्र तुमन् प्रत्यय यत्र अस्ति तत्र अपि क्रिया अथा क्रिया यत्र अस्ति तत्र अपि लिट् लकारस्य प्रयोगः भवति. तो इति भविष्यति क्रियार्थां क्रियाणां धातो लिट् शेषे च. सो आहत्य वयं जानीमः अद्यतनकाले यत्र भविष्यं कर्तुम् इच्छामि, यद् अद्य अहं रात्रौ निद्रायां पूर्वं श्लोकं वदिष्यामि इति वक्तुं शक्नोमि इति. तो अद्यतनकाले पुनः तत्र अस्ति यत्र कालस्य सामान्यभविष्यत्काले यत्र कालस्य किमपि न दत्तमस्ति, श्वः भवेया, परश्वः भवेया, आगामिसप्ताहे भवेया, आगामि संवत्सरे भवेति किमपि न वदत् उक्तमस्ति. तत्र सामान्यभविष्यत्काले लकारस्य प्रयोगः भवति. अपि उपपदरूपेण यत् क्रियार्थां क्रियाया भवति, वयं जानीमः उपपद सप्तमी स्थितम् इति सूत्रेण उपपद सप्तमी स्थितम् उपपद इति भवति, क्रियार्थ उपपदसंज्ञा आगच्छति. यत् सूत्रे सप्तमी विभक्तिं निर्दिष्टम् अस्ति तत् उपपद संज्ञा भवति. तत् यथा तुमन् क्रियायां क्रियार्था क्रियायां वयं जानीमः इति अस्ति, तत्र तत्र उपपदसप्तमी सम् अनेन क्रियार्था क्रिया यत्र भवति तत्र अपि लुट् लकारस्य प्रयोगः भवति. अग्रे वयं दृश्यामः व्यामिश्रकाल यत्र अस्ति, व्यामिश्रकाल अद्य वा श्वः इति यत् संशयः अस्ति, अद्य कार्यं करोमि वा श्वः करिष्यामि यत्र इति संशयः अस्ति अद्य वा श्वः, तत्र अपि शेषे च कार्यं भवति. तो लिट् शेषे च इति भविष्यति क्रियार्थायां क्रियायां धातो लिट् शेषे च इति अस्ति. तो भविष्यति इति भविष्यत्काल सूचना अस्ति. तो भविष्यति इति विषय सप्तमी क्रियार्थायां क्रियाया इति अस्ति, क्रियार्थायां क्रियायाम् उपपदसंज्ञा अस्ति, तत्र धातोः पञ्चमी भक्ति तस्य प्ररे लिट् लकार शेषे च इति भवति. शेषे कारणकी यत् अन्यजतन लुट् नास्ति तत्र शेषे आगच्छति इति. साधु अत्र अद्यतने इत्यस्मिन् विषये तत् किञ्चित् चर्चयामः वा? प्रायः अग्रिमजनः तत्र अरुणा भगिनी वक्तुम् इच्छति वा भगिनि? अन्यद्यतने लोट् साधु तस्मात् पूर्वम् अद्यतन किम् इति तत्र एकवारं किञ्चित् वदति वा अरुणा भगिनि? म्यूटेड् अस्ति भगिनि. सूर्यकुमारी भगिनी वक्तुम् इच्छति वा भगिनि? भगिनि अद्यतनविषये षट् अष्टप्रहराः अद्यतन इत्युक्ते प्रातःकाले षष्ठवादने षष्ठवादनतः सायङ्काले नववादनपर्यन्तम् अद्यतन तत्र करपत्रं स्वीकरणीयं वा? लकारे अन्तर्भूतमस्ति लिट् लकारे लिट् शेषे तदा अनन्तरं भगिनि तत्र एकनिमिषम् अद्यतन इति अस्य कदनस्य तस्मिन् विषये अद्यतन अद्यतनस्य वदतु भगिनि तद् भवती यत् उक्तवती तदेव वदतु तत्र प्रहराः भवन्ति इति खलु? आम् तर्हि प्रथमप्रहरस्य द्वितीयप्रहरात् आरभ्य रात्रौ किम् अस्ति इत्युक्ते प्रातःकाले त्रिवादनात् आरभ्य खलु त्रिवादनात् पूर्वरात्रौ च अन्तिम प्रहर आरभ्य प्रथमप्रहर अस्य रात्रौ पुनः आगच्छति तस्य षड् प्रहराः सन्ति त्रिवादने षड्वादने आरभ्य दिनम् यदि आरम्भामः तत्र षड्वादनस्य षड्वादनपर्यन्तं द्वादशघण्टा भवति त्रयघण्टास एकप्रहर भवति षड् तदनन्तरं षड् नवपर्यन्तं प्रथमप्रहर रात्रौ दिनस्य चार् प्रहर एकं पूर्व त्रिवादनस्य नववादनस्य पर्य षड्वादनतरं त्रिवादन प्रातःकाले आरभ्य नववादनं रात्रौ पर्यन्तम् अद्यतनकालः भवति. तर्हि पूर्वस्मात् दिनात् अन्तिमप्रहरात् आरभ्य रात्रौ प्रथमप्रहरपर्यन्तं खलु पर्यन्तम् आम् इत्युक्ते त्रिवादनात् आरभ्य नववादनपर्यन्तं तत्र अद्यतनम् इति उच्यते. तदनन्तरम् उक्तमासीत् अद्यतनम् इत्यस्मिन् विषये एव साक्षात् तत्र अद्यतनम् इति तत्र बहुव्री तत्पुरुषमपि तत्र नञपि स्वीकर्तुं शक्यते नो चेत् बहुव्रीहि अपि स्वीकर्तुं शक्यते इति खलु. तत्र नञ् इति स्वीकुर्मः चेत् न अद्यतनम् अनद्यतनम् इति भवति. तत्र अनद्यतनम् इति क्षम्यताम् अद्यतनस्य विषये तत्र अन्यः वक्तुमिच्छति वा? तर्हि सूर्यकुमारी तत्र अरुणा भगिनी वक्तुमिच्छति वा नो चेत् मणिमहोदय वक्तुमिच्छति वा महोदय अनद्यतन इत्यस्मिन् विषये? अनद्यतन इत्युक्ते अद्यतन नास्ति इति श्वः वा अथवा मुख्यः परः वा इति अर्थेन भवति. अद्य नास्ति इति अस्ति इति एकस्मिन् पक्षे जनाः वदन्ति, अन्यस्मिन् पक्षे तत्र यत्र नैन्य तत्पुरुषसमासं स्वीकृत्य न अद्यतनम् अनद्यतनम् इति स्वीकृत्य इत्युक्ते अद्यतनं मास्ते एव तत्र आगच्छति खलु. इत्युक्ते श्वः सर्वमपि तर्हि अनद्यतनं भवति खलु. तदा तु सामान्य लृट् लकारस्य व्यवहारः एव न भवति. तत्र अनद्यतने लुट् इत्यनेन लुट् व्यवहारः एव भवति खलु. यद् अद्यतनं नास्ति तत्र लुटः व्यवहारः भवति. किन्तु सामान्यभविष्यत्कालः कदा इति तत्र ब्रह्मः जायते. तदा तु किं वदन्ति जनाः अद्य तत्र बहुव्रीहि समासं कृत्वा कथं वक्तव्यम्? अद्यतन नास्मि अनद्य क्षम्यताम् अद्यतन नास्ति यस्मिन् इति स्वीकृत्य वक्तव्यं खलु. इति वक्तव्यं. तदा किं भवति? तदा तु केवलं श्वः इति तत्र तदापि श्वः इति नागच्छति, परश्वः अपि आगच्छति खलु. तदा तु किं भवति? अद्य मास्तु, श्वः भविष्यति, तदनन्तरं श्वः भावि अपि स्वीकर्तव्यम् इति अन्येषां मतमस्ति. स्मरति वा भगिनी तत्र अविद्यमानः अद्यतन यत्र यस्मिन् सः इति अस्ति, अनद्यतन इति बहुव्रीहिसमासं कृत्वा. तदा किं भवति इत्युक्ते व्यामिश्रः यत्र भवति तद् अद्यतनं मास्तु इति, तत्तु अनद्यतनं न भवति. यदि अद्यतन अनद्यतन तत्र लेखनीयं वा? प्रथमं तु किम् आसीत्? प्रथमं तु अद्यतन इत्यस्मिन् विषयद्वयम् उच्यते, पटलं दृश्यते खलु, तत्र नैन् इति तत्पुरुष नास्ति भगिनि, ध्वनिः नास्ति वा? मम ध्वनिः न श्रूयते किम्? सम्यक् न अवगच्छामि भगिनि, श्रूयते किम्? सम्यक् शृणोमि. अस्तु भगिनि, इत्युक्ते न अद्यतन. तदा किं भवति? तत्र अद्य श्वः तदनन्तरं व्यामिश्रे अपि भवति. व्यामिश्रे अपि लुट् भवति. अनद्यतन यदि वयम् एवं स्वीकुर्मः चेत्, नैन् स्वीकुर्मः चेत् न अद्यतन इति उक्त्वा तत्र अद्यतनं नास्ति, तदा तु व्यामिश्रे अपि लुट् भवति खलु. तदा श्वः अपि च अपि व्यामिश्रे अपि तत्र अनद्यतन इत्यस्मिन् किं सूत्रमस्ति? अनद्यतने लुट् इति सूत्रम्. यदि एवमस्ति चेत्, न अद्यतन इति स्वीकुर्मः चेत्, यत्र व्यामिश्रणं भवति तत्रापि अद्यतनं नास्ति इति स्वीकृत्य वक्तुं शक्नुमः खलु, लुट्लकारः भवति. किन्तु यत्र वयम् अविद्यमानः यस्मिन् इति बहुव्रीः समासः, इति व्यामिश्रय इति लिट्लकारे आगच्छति, न तु लिट्लकार भवति. तदा किं जायते? अविद्यमानः अद्यतनः. तदा किं भवति? श्वः व्यामिश्रः भवति चेत् व्यामिश्रस्य विषये न भवति, केवलं श्वः एव भवति. श्वः एव लुट्ति व्यामिश्र अद्यतन अपि अन्तर्भूतं न आगच्छति तस्मिन्. सत्यं सत्यम् इति अस्ति. तदनन्तरम् इति प्रथमबिन्दुः आसीत्, तत्र अद्य अनद्यतन अनद्यतन इति प्रथमचर्चा भवति. तदनन्तरं किं चर्चा आसीत्? तत्र केवलं श्वः इति एकस्मिन् पक्षे जनाः वदन्ति खलु, श्वः च श्वो भावि, तत्र लुट् लकार भवति. उभयत्र उभयमपि अनद्यतनम् इति वदन्ति खलु. आम् आम्, मतभेद नागेशस्य मतेन स्वभावित्वं मतभेदः स्वभाविति, एतत् तु नवीनः खलु, नागेशमतं. प्रथमं किम् आसीत्? नवीनः. द्वितीयं तु नागेशस्य खलु, केवलं श्वः इति के वदन्ति? तत्र काशिकाकारः वदन्ति खलु, अत्र मिश्रं न करोति काशिकारः, बहुव्रीहिसमासः तत्पुरुषसमासः व्यामिष्यति तत्र कस्य मतमस्ति नैन् तत्पुरुषः इति कस्य मतमस्ति इति ऐ थिङ्क् कौमुद्याम् अस्ति तत् काशीकार बहुव्रीहि वदति अद्यतन यस्मिन् अविद्यमान अद्यतन यस्मिन् सः इत्युक्ते अद्यतनकालस्य चेत् एवम् अनद्यतन अविद्यमान अद्यतन यस्मिन् सति बहुव्रीहि काशिकायाम् अद्यतन इति बहुव्रीहिः विग्रहवाक्यम् अनद्यतन भवत् तत्पुरुषः उच्यते चेत् तत्पुरुषः कुत्र उक्तः इति न दत्तमस्ति खलु कुत्र पुरुषः न दत्तमस्ति अस्तु तर्हि काशिकायां एवं कृतमस्ति तत् बोधनार्थं काशिकायां बहुव्रीहिः उक्तमस्ति खलु काशिकायां शवभावितम् इति दत्तमस्ति नागेशस्य द्वितीय शुभभाव इति नागेशस्य मतम् अतः किन्तु यत्र केवलं श्वः इति कः वदति सर्वे भवन्ति भविष्यत् अनद्यतन भविष्यतो उभयो अपि प्राप्तो तदानीं लुट् न भवति तत्र भविष्यत् अनद्यतन मिश्रमस्ति भवति काशिकायामेव दत्तमस्ति खलु शुभावे इति न नागेशस्य मतमस्ति नागेशस्य कथनमस्ति यत् प्रसङ्गे काशिकायां दत्तमस्ति भविष्यति इत्येव भविष्यत् अद्यतनार्थे वर्तमाने धातोः लुट् भवति लुट् अपवादः श्वः कर्ता शुभोक्ता अद्यतने इत्युक्ते शुभावि तद् काशिकायां नास्ति केवलं प्रथमवाक्यं काशिकायाम् अस्ति अस्तु अस्तु किन्तु अन्यपक्षिणः के सन्ति किं तत्र के सन्ति इति मम प्रश्नः श्वासः स्वाभावे नागेश नागेश मतमेव नागेशस्य च चिन्तनं यत् अनद्यतने लुटि शोभावश्च सम्भवति इत्युक्ते किम् अधुना प्रश्नः यत् अस्ति अद्यतनशब्दस्य कः अर्थः कः भाष्यकारस्य शिक्षा शोभावि नागेशस्य च चिन्तनं यत् अनद्यतने लुटि शोभावश्च सम्भवति अधुनापि कथनेन मतम् तर्हि अपि च भाष्यकारस्य मतमनुसृत्य लृट् लकारस्य क्षेत्रं श्वः एव इति चेत् भाष्यकारस्य मतं श्वः इति नागेशस्य मतं तत्र शोभावि इति खलु भाष्यकारः नागेशस्य मतं किन्तु नवीनाः तु नागेशस्य मतमेव स्वीकुर्वन्ति खलु एतदपि तत्रैव स्वीकरोमि अनन्तरं किम् आसीत् तस्मिन् विषये चर्चनीयम् इति अस्तु तर्हि अनद्यतने लुट्यति एव तत्र उक्तम् आसीत् अधुनैव वयम् उक्तवन्तः तर्हि लृट् तर्हि अनद्यतने लुट् इति ज्ञातं, तर्हि लृट् कुत्र भवति इत्युक्ते यत्र यत्र अनद्यतने लुट् व्यवहारः यत्र न भवति तत्र सर्वत्र लुट्शेषे च इति सामान्यभविष्यत्कालः भविष्यति इति. व्यामिश्रणं कुत्र भवति, अनन्तरम् अद्यतने भवति चेत् लुट् भवति. सामान्यभविष्यत्कालार्थे यद् अनद्यतनं नास्ति, शोभावि नास्ति, तत्र सर्वत्र तत्र व्यामिश्रणं भवति, तत्र तु लुट् भवति. अनन्तरं भवती यथा उक्तवती क्रियायां क्रियार्थायां तत्रापि लुट्किङ्कारः भवति. उदाहरणम् आसीत् क्रियायां क्रियार्थायाम् इत्यस्य उदाहरणं गच्छति पठति इति पठिष्यति इति गच्छति इति तत्र तत्र तत्र उपगच्छतिपदम् अस्ति. तत्र कः क्रियार्था क्रिया किम् अस्ति, गच्छति इति क्रियार्था क्रिया. तर्हि तादृश क्रियार्था क्रिया इति उपस्थित तस्याम् उपस्थित्यां तत्र लृट् लकारः विधीयते पट् धातुतः, तदा तु पठिष्यति इति गच्छति इत्यस्य प्रयोगः भवति क्रियार्था. मणिमहोदय वदति वा महोदय, अभिज्ञावचने लृट् इति वदामि महोदय. अभिज्ञावचने अनन्तरं भूतकाले स्मृतिबोधकः वाक्यः अस्ति, अर्थः अस्ति चेत् तत्र लृट् भवति, लङ् न भवति इति. तत्र यद्यपि भूतकाले स्मृतिबोधकवाचकः अस्ति चेत् तत्र लुट् लकारः एव भवति, उपपदेशति अपि लुट् लकारः एव भवति, लङ् न भवति. यद्यपि काल बहुत्कालसूचना अस्ति तथा तथापि लुट् लकारस्य उदाहरणवाक्यमपि वदति वा, स्मारयति वा महोदय. भगिनी भवती काम निष्कास्यतु न अन्यजतनभूतकालद्वयोमध्ये किन्तु काम अन्यजतनकाले अनद्यतन अनद्यतनः भूतकालः उभयमपि पूरितव्यम् इति कृत्वा अत्र लिखितमस्ति भगिनि. ओ अभिज्ञावचने लुट्कारः भवति, अभिज्ञा इति स्मृतिबोधः अन्यपदाः अस्ति चेत् अपि तत्रापि उदाहरणे यदि अभिज्ञावचनं नास्ति केवलम् अनद्यतनभूतकाल उच्यते, अभिज्ञावचनं नास्ति चेत् कः लकार कस्य लकारस्य प्रयोगः क्रियते? लङ्लकारः एव, किन्तु यत्र अभिज्ञावचनम् उपपदम् अस्ति तत्र तत्र उपपदं सप्तमिस्तम् इत्यनेनैव अभिज्ञावचने इति तत्र सप्तमी तत्र उक्तमस्ति, सप्तम्याम् उक्तमस्ति सूत्रे. तर्हि तादृश अभिज्ञावचन उपपदे सति तत्र अनद्यतनभूतकालार्थे तत्र तु लृट् लकारस्य प्रयोगः भवति. उदाहरणवाक्यं वदति वा महोदय. देवदत्तः भवतः मनसि स्यात्, वयं काश्मीरे वसामः. न तत्तु लृट् खलु, तदेव विवक्षा अस्ति खलु, लृट् लकारः इति उक्तवान् खलु, वसामः इति लट् लकारः अस्ति. लृट् इत्युक्ते वक्ष्यामः, अभिज्ञावचने देवदत्तः काश्मीरे. हे देवदत्त स्मरति किम्, वयं काश्मीरे गते वर्षे वयं काश्मीरे वत्स्यामः इति समीचीनं. उदाहरणमपि लेखिष्यति लेखनीयं वा इति साधु भवति न? अस्तु महोदय. अत्रापि उदाहरणानि लिखामः वा, अद्यतने इत्यस्मिन् लिख उदाहरणं वदन्तु यत्र लुट् लकारस्य प्रयोगः भवति. अद्य रात्रौ दूरदर्शनं द्रक्ष्यामि. तदनन्तरं सामान्यभविष्यति आगामि मासेषु तत्र सामान्यभविष्यत्काले कालस्य बोधं नास्ति कदा भवति तत् न भवति तदपि भवितुम् अर्हति भवितुं शक्नोति न पठिष्यामि व्यामिश्री किं भवति व्यामिश्री अद्य वा श्वः अद्य वा श्वः पाठं समाप्स्यामः तत्र ईकारः नास्ति समाप्स्यामः समापयिष्यामः इति स्यामः भगिनि समापयति समापातु आप्तातु ईकारः नास्ति न आप् अन्यत् अस्ति अत्र समापयामः इति निजन्तमस्ति खलु आम् कृत्वा समापयिष्यामः आप्स्यामः इति भिन्नमस्ति अत्र तु समापयामः इति तत्र सामान्यलट्लकारे तु समापयामः इति निजन्तम् एव वदामः खलु आप्नोति समाप्नोति इति समापयति वयं समापयामः खलु समापयामः समाप्य लट्लकारः भवति समापयामः इति निजन्तं प्रयुज्य वदामः खलु लट्लकारे तर्हि समाप्स्यामः इति भवति न कथं लट्लकारे वदतु भगिनि अद्य वा श्वः वा वयं पाठं किं भवति आप्नुमः इति न भवति खलु समाप्नुमः इति वदामः समापयामः इति भवति खलु एवमेव लिखामः खलु समापयामि वयं नास्ति चेत् अहं समापयामि इति एवमेव लिखामि खलु निजन्तं प्रयुज्य एव लिखामि खलु किन्तु इति लट् लकारः न भवति लट् लकार समापयामि लट् निजन्तं न प्रश्नः अस्ति निजन्तम् आवश्यकं वा न आवश्यकं वा इति अत्र प्रश्नः अस्ति नूतन लेखिष्यामः व्यामिश्रे द्वे पठिष्यामः इत्येव लिखामि भगिनि तदर्थं लेखिष्यामः इति लिखामः पठिष्यामः तदनन्तरं क्रियार्थायां क्रियायां पाठं लिखिष्यति इति गच्छति बालिका पाठं पठिष्यति इति उपविशति इति उपविशति सर्वत्र गच्छति इति गच्छति इति कत्र आगच्छति इति तत्र क्रियार्था क्रिया यत्र अस्ति तत्र तु इति तस्य पदस्य अपेक्षा वर्तते पठिष्यति इति पठितुम् उपविशति इति अर्थः भवति अनन्तरम् अनद्यतने इत्यस्मिन् श्वः इति यत्र भवति तत्र उदाहरणं भगिनि क्रियार्थां या क्रियायाम् अत्र पठिष्यति इति भविष्यत्काल न तदेव भगिनि क्रियार्थायां क्रियायां ऋट् लकारः सामान्यतया पठितुम् उपविशति इति भवति खलु तुमुन्नपि क्रियार्थायां क्रियायां तुमुन् विधानमपि भवति समानरूपेण क्रियार्थायां क्रियायां ऋट् अपि भवितुमर्हति ऋट् शेषे च क्रियायां क्रियार्थायाम् इति अनुवृत्तिः भवति तदा तु क्रियार्था क्रिया भवति उपविश्यति खलु क्रियार्था क्रियायां पठनार्थम् उपविशति तदा क्रियार्था क्रिया भवति उपवेशनं तदा तु पठदातुः पठिष्यति इति नृत्यकारस्य प्रयोगः अपि भवति श्वः इत्यस्मिन् अर्थे इति उपयुज्य अनद्यतने लुट् बालक बालक श्वः पठिता क्रीडिता पठिता किं भगिनि पुनः वदतु बालक श्वः पठिता पाठं पठिता पाठं पठिता अनन्तरं शोभावि शोभावि आगामिपरीक्षायां बालकः उत्तीर्ण परीक्षार्थम् आगामि सप्ताहे बालकः तदपि लिखितुं शक्नुमः खलु आगामिमासेषु आगामिमासे इति प्रसप्ताहे इति पर्यन्तम् बालकः पठिता परीक्षा शिक्षा एत्रिवदनेन बालकः पठिता पठिता इति तत्र लुट् लकार लुट् लकार अनद्यतने लुट् अपि लुट् अस्तु अभिज्ञावचन इत्यस्य कृते महोदय मणिमहोदय कः किम् उक्तवान् आसीत् लुट् भवति इति उक्तवान् लुट् अभिज्ञावचने भवति भवान् उदाहरणं किं हे देव तत्र अभिजानासि ननु कश्मीरेषु वत्स्यामः ते वर्षे अनद्यतभूतकालमस्ति कश्मीरेषु वत्स्यामः अन्यत् किमपि ननु अत्र दृश्यते तत् जस्ट् एक्स्प्रेशन् खलु ननु खलु न यदि तदा तद् कः वदिष्यति का वदिष्यति न यदि इत्यस्य विषये विमलाभगिनी अपि अस्ति विमला भगिनी वक्तुमिच्छति वा भगिनी न यदि इत्यस्मिन् विषये उक्त्वा उदाहरणं अथवा लङ् विमला भगिनी म्यूटेड् अस्मि आं भगिनि एक एकनिमिष तत् दर्शयन्ति अस्ति लुट् चेत् अनधिकने लुट् तस्मिन् विषये वदन्तः स्मः एकनिमिषम् अभिज्ञावचने लृट् इति अस्ति तदुक्तं तदुपदे स्मृतिबोधक उपदे सति अनद्यतने लृट् भवति तद् ज्ञातं तदनन्तरं न यदि इति सूत्रं वदति परन्तु यत् इति शब्दः अस्ति चेत् तस्मिन् वाक्ये तत् न भवति तदा उदाहरणवाक्यं कथं भवति अस्माकम् उदाहरणवाक्यं न यदि इत्यस्मिन् उदाहरणे यत् वने कस्मिन् जानासि कृष्णे गते वर्षे अभुञ्जमहि अभिजानासि ननु यत् गते वर्षे अवसाम अवसाम अवसाम इति भवति तत् लङ् आगच्छति लङ् आगच्छति अवसाम इति अयजने इति कृत्वा अग्रे अग्रे कः वदिष्यति पुष्पभगिनी वक्तुं चेति वा विभाषा साकाङ्क्षे इति लङ् अनद्यतनं तत्तु रुट् विषये बहु सम्यक् न जानामि लङ् तु दैवदत्त अभिजानासि अभिजानासि यत् नास्ति यत् यत् अपि अस्ति यत् नास्ति यत् वा न यत् गते वर्षे काश्मीरेषु अवसामः. अत्र कः वेदः इत्युक्ते अनद्यतनम् अनद्यतभूतकालार्थे एव यत् अभिज्ञावचनस्य प्रयोगः क्रियते तदनन्तरं यद् शब्दः अस्ति वा नास्ति वा चिन्ता नास्ति उभयत्रापि भवितुं शक्नुमः यत्र साकाङ्क्षा वर्तते इत्युक्ते लक्ष्यलक्षणक्रिययोः सम्बन्धः प्रदर्शितः भवति तत्र उदाहरणं तत्र एतदेव उपयुज्य उदाहरणमपि लिखामः वा हे देवदत्त अभिज्ञानासीत् ननु यत् गते वर्षे कश्मीरेषु अवसाम तत्र सप्तून् अपि वामः सप्तून् पास्यामः लिङ्लकारः भवति अधुना लङ्लकारस्य क्रियते खलु तर्हि अस्माकं वाक्यं तु लङ्लकार अपि वाम अपि वाम नकारः बहुवचन बहुवचने बहुवचने अस्ति अत्र करपत्रे बहुवचने एव अस्ति करपत्रे यत्किमपि मास्तु तत्र द्वितीया विभक्तिः इति एव तत्र अपेक्षा अस्ति खलु एकवचने अस्ति चेत् अपि अधुना उभयमपि तत्र उदाहरणे तु वयं यत् शब्दस्य प्रयोगः कृतः तद् तदनन्तरं साकाङ्क्षा अस्ति चेदेव एतत् सर्वमपि भवति भगिनि अत्र विभाषा साकाङ्क्षा इत्यस्य तु साकाङ्क्षा अपेक्षितमस्ति प्रथमं तु यत् लङ् तदनन्तरम् अयत् लङ् द्वितीयं यत्नप्रयोगं तदा किं भवति अभिजानासि ननु गते वर्षे यत् नास्ति कश्मीरेषु अवसाम तत् तत्तु लङ्गेव आगच्छति लङ् लट् एव आगच्छति न लङ् एव आगच्छति अपि वाम एव तदेव तदेव आगच्छति लङ् अपि तदेव एतद् विल् यु शेर् इट् भव्या एतानि ड्राफ्ट् शेर् इट् प्लीस् सो दट् वी केन् अण्डर्स्टाण्ड् सर्वे सर्वे I haven't been coming to your class, but because I have not been able to today, I was not able to for a short time. Bhagini, tatra karap tatra site madhye api asti bhagini. Yes, survey. Ah, ma'am, bhagini. Etatrasha tatra not this one, but whatever we did last few weeks have been bhagini. Have been uploaded in the okay. All right. The recording section. Tatra kim लुट्लकारे वक्ष्यामः लुट्लकारे वक्ष्यामः इति वक्ष्यामः पाठयामः अस्तु It's very difficult for me to go answer during the class, Mahodaya's class, because he goes so fast and I can't explain in Sanskrit very well. So I just listen to the class, that's it. Begini, I have to go, all right? Please store them all. I'll look at it, okay? Thank you. Precision. Begi patra rupena pe precision. Anyat asham saya bhuta vachiti. Bhavishat kala athe bhut kala shya vatamana chati. Parcha bhavati vikalpena ashaya vivakshaya. Ashaya ti asti यत् अप्राप्तस्य प्रियार्थस्य प्राप्तमिच्छा उदाहरणं भवति उपाध्याय चेत् अगमत् एते व्याकरणम् अधिगच्छामः महोदयस्य उदाहरणम् एव प्रथममिति अगमत् इति लुङ् लकारः अस्ति अत्र सामान्यभूतकालः अस्ति अत्र लुङ् लकारस्य प्रयोगः भवति सामान्यभूतकाल उपाध्याय तत्र सामान्य तत्र प्रथमं किं वक्तुम् इच्छति भगिनि सामान्य भूतकाल लुङ् लकार सामान्य लोकलकारः वा भूतकाल भूतकाल भूतकाल किं भवति लङ्लकारस्य उदाहरणं करे उपाध्याय चेद् गमत् अगमत् चेद् असौ अपि लिखितव्यं साधु उपाध्याय अगमत् चेत् एते व्याकरणम् एतत् व्याकरणम् एते इति छात्रा भवति न वयं छात्राः चिन्ता नास्ति वयं तु एतद् व्याकरणविषयम् अवगच्छामः ओके तत् व्याकरणम् अवगच्छाम इत्यस्य किं भवति अद्य गीषमहि इति तत्र तु गणीयदातु अद्य गीष्महि वा अद्य गीष्महि कारण कि लुङ्लकार इति अडागमः पश्ये अद्य गीष्महि तदनन्तरं भवती निष्ठा आगतः भूतकाले आगतः निष्ठा उपाध्याय आगतः चेत् एतत् व्याकरणविषयम् आगतवान् अस्तु अधीतवन्तः वयम् एतत् व्याकरणम् अधीतवन्तः सूत्रमस्ति स तवतु निष्ठा इति संज्ञा भवति चेत् अपि तवतु अपि निष्ठा भवति इति कृत्वा एव आगतः इति इच्छा अनन्तरम् आगतवान् इति तवतु अत्र तु कर्मणि कर्तृप्रयोगे लिखामः इति कृत्वा व्याकरणम् अधीतवन्तः कर्तृ कर्मपदमस्ति तत्र तु अधीतवन्तः इति एव लिखितुं शक्नुमः नो चेत् कर्मणि इदानीं लट् लकार उपाध्याय आगच्छति चेत् व्याकरणमेते अधीमहे अस्तु इदानीं लिट् लकार उपाध्याय आगमिष्यति चेत् एतत् व्याकरणविषय अध्येष्यामहे इति आशंसायां कृतवती इदानीं क्षिप्रवचने लिप् मणिमहोदय करोतु क्षिप्रवचने लिप् क्षिप्रवचने वा क्षिप्रवचने अत्र किं भवति इति क्षिप्रवचने अथवा तदा तत्पदेन समानार्थेन शीघ्रम् अथवा त्वरितमिति अस्ति चेत् अपि उपपदे सति अत्र लिट् प्रकारः भवति तदा तु केवलं लिट् केवलं लिट् तर्हि किं कथं तत्र परिवर्तयति अत्र वाक्यम् उपाध्यायः शीघ्रम् आगमिष्यति खलु शीघ्रम् आगमिष्यति चेत् एतत् पुनः शीघ्रं द्वारं लिखितमस्ति द्वारं लिखितं वा महोदयस्य उदाहरणे द्विवारम् अस्ति शीघ्रम् एतत् व्याकरणविषयम् अधीशामि अनन्तरं कृं वृत्ते लिङ् लृटौ इति किं वृत्ते इत्युक्ते किं शब्दः अनन्तरं वृत्ते इत्यनेन विभक्तिरूपमपि तत्र स्वीकृत्य इत्युक्ते तरप्तमप्रत्ययोः तत्र तत्र स्वीकार्यं भवति तदा किं शब्दस्य अनन्तरं कतर कथम इत्येतेषां शब्दानां प्रयोगे यत्र गर्भ तत्र किं वृत्तेः गर्भायाः विषयः यत्र भवति तदा तु किं भवति लिङ् लृटौ इति तत्र सूत्रं वदिष्यति लिङ् लकारः अनन्तरं लुट् लकारस्य उभयोः अपि प्रसक्तिः तत्र प्राप्तिः भवति इति किन्तु अन्यथापि तत्र सूत्रे पूर्वतनात् सूत्रात् तत्र तत्र काशिकायाम् अनुवृत्तिरूपेण अत्र उक्तमस्ति सङ्गच्छति एतदपि असाफल्ये इत्युक्ते अत्तिपत्तौ इत्युक्ते पत्तौ इति असाफल्ये अत्र किं वृत्तेः किं शब्दस्य प्रयोगः क्रियते नो चेत् कतर कथमशब्दस्य प्रयोगः क्रियते यत्र गर्हापि भवति अनन्तरं तत्र कार्यस्य साफल्यमपि न जातं चेत् यत्र भूतकालात् तदा किं भवति इत्युक्ते लिङ् लृटौ प्रयोगः भवति अनन्तरं नृङ् अपि प्रयोगः भवति नृङ्क्ति तत्र किम् आसीत् तत्र तत्र किमस्ति कण्डिशनल् सेन्स् अस्ति खलु तद् तस्यपि प्रयोगः भवति किन्तु यत्र किं वृत्तेः तत्र नियमत्रयं तत्र तत्र तत्र किम् अस्ति वृत्तिः भवति खलु प्रथम किं भवति किं वृत्तेः प्रयोगः गर्भायार्थे तत्र केवलं गर्हार्थे भवति चेत् तत्र भूतकाल वा भविष्यति वा साफल्यं वा असाफल्यं वा न उक्तं यत्र साफल्यं भवति स तत्र इत्युक्ते तत् असाफल्यमिति न उक्तम् अस्ति इति कृत्वा साफल्यम् यत्र भवति तदा तु भूतकालार्थे वा भविष्यत्कालार्थे वा कदापि भवतु तत्र वर्तमानकालार्थे वा भवतु यत्र साफल्यम् अस्ति चेत् तदा तु लृङ् लृटौ प्रयोगः भवति तत्र लकाराणां तत्र विधानं भवति किन्तु यत्र साफल्यं नास्ति किन्तु भूतकालार्थे अस्ति चेत् तदा तु लृङ् लृटौ प्रयोगः भवितुमर्हति नो चेत् लृङ् अपि प्रयोगः भवति भवति अपठिष्यति इति कण्डिशनल् सेन्स् इति पूर्वं पठिष्यन्तु यदि तादृश किंवृत्तेः प्रयोगे गर्हायार्थे अनन्तरं साफल्ये अनन्तरं भविष्यत्कालार्थे अस्ति चेत् तदा तु केवलं लृङ् इत्यस्यैव प्रयोगः लिङ् ऋतौ प्रयोगः मास्तु इति उक्तमस्ति एकस्मिन्नेव सूत्रे तत्र काशिकायां वा अन्यत्र तत्र तत्र वैयाकरणैः विवृतं वर्तते एवं सूत्रे तु केवलं प्रथमभागमेव उक्तमस्ति उदाहरणवाक्यं किमं स्मारे को हरि निन्दे तत्र को कतर कथम हरिं निन्दे हरिं निन्दे इति लिङ्ग् लिङ्ग् लकार द्वितीयं भवति को कतर कथम हरिं निन्दस्यति निन्दिष्यति साफल्ये इत्यस्य भगिनि साफल्ये इति अस्ति भवान् एतस्य काशिकायां दर्शति यत् तत्र भवान् वृषलं याजयति कतरो नाम कतमो नाम यं तत्र भवान् वृषलं याजयेत् याजयति कः तं कतर तत्र भवान् वृषलं याजयति याजयेत् वा लृङ् लकार याजयिष्यति इति लृङ् लृङ् लकार अस्ति सादृशी अत्र मम पुनः एकवारं स्मरणार्थम् याजयिष्यति भवान् याज अयस्यत् आजयिष्यत् इति भवति लुङ् लकार भगिनि याजयिष्यति इति लृट् लकार याजयेत् इति भवति लिङ् लकार याजयिष्यत् इति भवति लुङ्लकार महोदय शकरपत्रे अस्ति यस्मै इति भवति खलु यं तत्र इति अस्य अपेक्षा फार् हूम् इति अस्ति चेत् यस्मै इति खलु को नाम वृषलः यस्मै भवान् अयाजयिष्यति इति भवति खलु महोदय लिखितं को नाम वृषलः यं तत्र भवान् याजयेत् यं तत्र भवान् वृषलं याजयिष्यति कतर नाम अपेक्षया यस्मै इति इतोपि सम्यक् भवति खलु किमर्थं यम् इति द्वितीयाविभक्तेः प्रयोगः कृतः याजस्य यस्मै भवति चतुर्थी न यु आर् फार् हूम् यु आर् सक्रिफैसिङ्ग् इति अर्थः अस्ति खलु कः वृषलभि कः दुर्जन अस्ति यं भवान् त्यजेत् याजयेत् अत्र sacrificing him for whom who is the for whom you are sacrificing for whom you tried and it didn't work out right yasya krate bhavan bhagide ashtadhyayam eva tadeva asti ko nam vrishalo yam tatra bhavan yajayet kimartam yam iti dvitiya vibhakti iti eva mam prashnah bhagini अहं तं त्वं याजयिष्यामि ऐ एम् आस्किङ्ग् यू तत्र मम अत्र साक्रिफैस् इत्यस्मिन् अर्थे दत्तमस्ति न तु त्याग टु गिव् अप् भगिनि अत्र यजस्य अर्थं साक्रिफैस् नास्ति वृषलः वा निर्दर्शने कोऽपि स्वस्य चारित्रं ख्याति नाम त्याग क्रियते इति दुर्जनस्य कृते इति अर्थम् अस्ति दुर्जनस्य कृते खलु तर्हि तस्मै इति भवितव्यं खलु तस्य कृते तस्मै इति भवेत् खलु किमर्थं यत्र याजयिष्यति इति रजन्तरूपम् अस्ति रजन्त अस्ति तु तत्र प्रयोजकर्ता प्रयोजककर्ता इति आगच्छति साधु तत्र सेण्टेन्स् इस् नाट् युर् आनर् यु आर् सेक्रिफैसिङ्ग् युर् आनर् इति अस्ति खलु तर्हि भवतः किम् अस्ति आनर् इत्यस्य कृते संस्कृतशब्दः कः अस्ति ऐ वाण्टेड् टु सेक्रिफैस् नास्ति भवति अर्थं याजयिष्यति अस्तु गिविङ्ग् अप् इति अस्ति अर्थः तर्हि न मम अर्थः मम क्लेशः अस्ति सरलवाक्येन किञ्चित् वदति वा अस्य अर्थम् अवगन्तुम् आनर् इत्यस्य कृते किं भवति वा संस्कृतवाक्यं स्वाभिमानं कः नाम वृषलः यस्मै भवान् स्वस्य स्वाभिमानं त्यक्तवान् इति वा समीचीनं तद्भवति वा एवं कः विशालः अस्ति यस्मै भवान् स्वाभिमानं त्यक्तवान् इति सरलवाक्येन अहं तु तवत् रूपेण लिखितवती किन्तु अवगच्छामि एतदेव अर्थः वा एषः एव अर्थः वा सूचितः प्राय इति भाति या तस्य कमपि भवती प्रयत्न कृत्वा यं तर्हि यं भवान् किं स्वाभिमानं तत्र तत्र लैक् यु वाण्ट् टु हेल्प् सम्बडि रैट् वर्क् हार्ड् फार् सम्बडि टु कम् अप् एण्ड् देन् यु गिव् अप् बिकास् हि will cooperate with you, something like that, right? Atra to his, your honor did sacrifice. For whom? Your honor iti tatra bhavan iti. Asu, swasit swabhimanam nasti astu. Bhavan, yam bhavan tektavan iti astu. Yeah, yam bhavan tektavan. Asu, iti, kim, iti, महोदय द्वितीय उदाहरणं दत्तवान् यत् किं एषः तु न तिक्तवान् एव जस्ट् कण्डिशनल् सेन्स् खलु असाफल्यं बिकास् एव्रिवन् हि ट्रै टु ब्रिङ्ग् अप् एव्रिवन्स् लैफ् इति एव अर्थः अस्ति खलु वक्तुमिच्छामि वक्तुमिच्छामि भगिनी किञ्चित् अत्र किं वृत्ते लिङ् लृटो इत्यत्र अष्टाध्यायां यत्र एस् सि वासु इति आङ्ग्लभाषायां लिखति तत्र तस्य एक्स्प्लनेशन् एतावद् अस्ति को नाम वृषलो यं तत्र भवान् इति इत्यस्य एपलेशन् तत्र भवान् तत्र भवति इति भवान् यं भवान् अयाजयिष्यत् हू इस् द शूद्रा फार् होम् यु डिड् सेक्रिफैस् इन् वेन् हू इस् द शूद्रा हू फ्रोम् युर् आनर् मीन्स् तत्र भवान् इस् आनरेबल् यु फार् होम् तदेव तत्र भ्रमः जातः सेक्रिफैसिङ्ग् द पर्सन् इट् सेल्फ् इति अर्थः इति कृत्वा इदं त्यक्तवान् तं वृषलं न त्यक्तवान् इति कृत्वा हि सेक्रिफैस् सम्थिङ्ग् फार् द सेक् आफ़् द वृषल नाट् फार् द सेक् नास्ति he did not sacrifice the vrishala, he did not sacrifice the shudra iti. no he didn't sacrifice the shudra for the he didn't sacrifice the shudra. No, vrishalam na sacrifice kritavan. He did not give up on the shudra iti. He did not give up on the shudra iti. He sacrificed whatever he sacrificed for the sake of the shudra, for the sake of the vrishala, that's all. For no, whose sake he sacrificed, and that is such a such a wasteful thing. In the sense, na bagini itra yam iti, it is not like yes mai tadeva brahma jatah atra tu yam bhavan. He did not atra yajayishyati tatra karma padam tu, that action is happening on the vrishala. Parantu sanskrita bhashayam ayajayishyati tukte vrishalam ayajayishyat. वृषलम् अयाजयिष्यति वृषलम् अयाजयिष्यति इत्युक्ते वृषलाय अयाजयिष्यति इति भिन्नम् अस्ति भगिनि दट् इस् लैक् सेक्रिफैस् इस् समथिङ्ग् फार् अनन्द लैक् फलं वृषलाय फलम् अयाजयिष्यत् तत्र किम् अस्ति याजयति इति भिन्नम् अस्ति अत्र तु वृषलमेव अयाजयिष्यति भवान् वृषलम् अयाजयिष्यत् देट् इस् द करेक्ट् फार्म् वृषलः यं भवान् अयाजयिष्यत् सः वृषलः यं तत्र यं भवान् अयाजयिष्यति वृषला इति अर्थः इट्स् नाट् फार् इति न आगच्छति अत्र अयाजयिष्यति भगिनी महोदय वर्गे किं वृत्ते लिङ् लिटो किम् इति प्रातिपदिकम् अस्ति न तस्य अर्थं गर्हायां कः इति भवति गहायां कतर अस्ति न तु इत्यस्य धातोः अर्थं भगिनि किम् इति प्रातिपदिकं मीन्स् वाट् इति अस्ति भगिनि कः किं तत्र किं कौ कः किं के कानि इति अस्ति खलु तद् किं शब्दः अस्ति गर्हा इति भिन्न अर्थः अस्ति कः गर्हा अस्ति अत्र तु वृष्ण इति गर्हा अस्ति खलु तथा नास्ति महोदयेन उक्तं निन्दा इति गर्हः नास्ति वृषल इति गर्हः नास्ति द वर्ड् कः कतर और् कथम् देट् इस् इण्डिकेटिव् आफ् द गर्ह देट् इस् द इण्डिकेटिव् आफ् गर्ह नाट् द अदर् थिङ्ग् कः वृषलः इति ऐ मीन् नो नो इट् इस् द इम्प्लैड् मीनिङ्ग् कः वृषलः इति वयं वदामः खलु देट् इम्प्लैड् मीनिङ्ग् इस् ओके बट् इट् डस् इट् कः साक्षात् इत्युक्ते कः इत्युक्ते हू एव अर्थः गर्हः अन्तर्भूतः अस्ति तावदेव बट् कः डस् नाट् मीन् गर्हः गर्हः कः किं वृत्ति यत् वृत्ति अस्ति तत् कः एव सूचयति वृत्तिः इत्युक्ते भगिनि तत्रैव साक्षात् उक्तमस्ति ऐ शोड् यु द लास्ट् वीक् ऐ शोड् यु अनन्तरं वृत्तिः इत्युक्ते इट् जस्ट् मीन्स् विभक्तिरूपम् इत्युक्ते तत्र वाट् वर् यु सेयिङ्ग् भवान् भगिनि विभक्ति अस्ति किं उक्तं भवता इत्युक्ते यत्र भवति तत्र किम् अस्ति किं वृत्तेः इति तत्र दर्शयामि वृत्तिः इत्युक्ते तत्र विभक्तिरूपम् अस्तु अस्तु न्यास न्यासे अस्ति विभक्तिरूपम् इत्येव अस्ति तत्र विभक्ति वृत्तग्रहणेन तद् विभक्त्यन्तम् इति प्रतीयते इत्युक्ते तरक्तमप दतरतरं किमस्ति दतरतमौ च इति किं वृत्तेः च लिटति कस्माने उक्तमिति तरतमप्रत्ययस्य विधानम् एव तत्र गृह्यते वृत्त इति शब्देन अन्यथा किमपि किम् अपि च दतर कतर अपि च कथम् इति शब्दत्रयं करेक्ट् करेक्ट् किं कतर कथम् इति किम् इति तु साक्षात् सूत्रे अपि उक्तमस्ति वृत्ति इति शब्देन तरप्तम किं शब्देन युक्त तरप्तम इत्यस्य ग्रहणं अत्र अस्तु दतर डतमौ इति डतम् औस्य नाम तु डतर तत्र तम इति भवति अत्र विभक्त्यन्तं प्रतीयते इत्युक्ते को विभक्तिः तमौ इति द्वितीया विभक्ति तद्वा इति तत्र दतर दतमौ तत्र दतरतमौ इति यत् अस्ति तरप्रथमाविभक्तिः एव सूचयति साधु किं भगिनि प्रथमाविभक्तिः एव सूचयति अत्र विभक्ति इत्यनेन प्रत्ययरूपं तावदेव भगिनि विभक्ति इत्युक्ते साक्षात् विभक्तिरूपं नास्ति तरप्तर प्रत्ययौ तत्र सूचयति भगिनि यत् उदाहरणम् इति शास्त्रे दत्तमस्ति तथैव कः नाम वृषलं यत् तत्र भवान् तत्र सरलरूपेण अत्र सूत्रे अपि तथा तत्र सरलवाक्यं पर्याप्तं भगिनि तत्र भवान् कुत्र भवान् इति सर्वं अत्र भवान् इति आवश्यकं नास्ति तत्र भवान् इति तं भवान् इति भवान् किमर्थं तत् कृतम् इति भवति कः भवान् याजयेत् इति खलु लिङ्गकारे विधिलिङ्ग याजयेत् इति विधिलिङ्ग विधिलिङ्गकारे खलु याजयिष्यति धृति याजयिष्यति परन्तु लिङ्गकारे याजयेत् खलु अयाजयिष्यत् इति भवति लिङ्ग्लकारस्य कः विशेषः इत्युक्ते कण्डिशन् सन्ति अस्ति खलु तत्र क्षम्यताम् याजयेत् अनन्तरं तत्र तत्तु लृटि याजयिष्यति इति लृटि अस्ति पश्चात् लृङ्लकारे याजयिष्यति तदनन्तरं भविष्यत्कालार्थे अस्ति चेत् हि विल् नाट् गिव् अप् आन् वृषला इति अस्ति तदा तु केवलं लृङ्लकारः भविष्यति लृङ्लकारः अत्र तु याजयिष्यति तत्र लिङ् लिङ् भविष्यत् सीन् लिङ् अत्र भगिनी याजयेत् याजयिष्यति इति सर्वेषु धातुः यज् वा यज् धातुः निजन्तरूपम् भगिनी अन्य उदाहरणं महोदय उक्तवान् यथा कोऽपि मांसं न खादनीयं खादु कः कः दुर्जन यः मांसं मांसम् अखादिष्यत् इति भवति मांसं कति कारण की वयं निन्दा गृहा अस्ति इति धातो निन्दार्थे इति सर्वे इति अवगन्तवन्तः खादामि कोऽपि धातु भवेत् किन्तु यत् गरः भवति तत्र किम् इत्यपि अन्वेति न तु कदाचित् वदामः खलु कः जनः करोति इति तादृशम् वयम् इति किं कः जनः एवं करोति इति वाक्यमपि गर्भः अस्ति किं शब्दस्य प्रयोगः अस्ति एवं करोति इति अस्ति कः जनः एवं करोति इति तदपि भवति खलु कोऽपि न कृतवान् असाफल्येपि वक्तुं शक्नुमः वयम् किं वृत्ते पुनः पठामः भगिनी अत्र सूत्रं पठामः वा आमां सर्वत्र पठामः शेर् भगिनी भवत्या एतत् सर्वम् आरोपितं किं कुत्रापि आं भगिनि तत्र मुद्रणं यत्र आरोप्यते तत्रैव आरोपितमस्ति भगिनि तस्य लिङ्क् कृपया प्रेषयतु भगिनि प्रेषितवती ईपत्रे अस्ति वा ईपत्रं तत्र मुद्रणस्य ईपत्रमपि प्रेषितवती गते सप्ताहे इदानीं महोदयं पुनः पठ प्रेषयतु उदाहरणसहितम् आमां पुनः प्रेषयामि अत्रापि लिङ्क् स्थापयामि अस्माभिः पठामः वा किं वृत्ते इति का पठिष्यति का पठितु अरुणभगिनी पठति वा भगिनि नो चेत् मणिमहोदय पठति वा सूर्यकुमारी भगिनी आम् महोदय पठतु पठतु महोदय किं हृदये लिङ् लिटौ किम् इति प्रश्नवाचके सति गर्भायाः अर्थे धातोः लिङ् च लिट् च लकारो भवतः किं कतर कथम इत्येषु एको अस्ति वा महोदय किमपि शब्दमस्ति किल किं कतर कथम इत्येषु अन्यतम उपस्थितः स्यात् इत्यनेन किं वृत्तः गर्हायाम् इति अनुवृत्तेः निन्दायाम् इत्यर्थः लिङ् इति पदं पूर्वतनसूत्रे वर्तते तथापि प्रकृतसूत्रं पुनः उक्तं दर्शनार्थं यत् लट् यस्य अनुवृत्तिः भवति स्म न जायते गर्हायामिति एव विभाषा न स्मर्यते किं विरुद्ध उपपदे गर्हायां गम्यमाणायां धातोर् लिङ् लिटौ प्रत्ययो भवतः सर्वलकाराणाम् अपवादः लिङ् ग्रहणं लिङ् लिटौ परिहारार्थम् इति काशिकायां विभाषा इत्यस्य अनुवृत्तिः न भवति अस्य फलमस्ति यत् अपरेषां सर्वेषां लकाराणां बाधा भवति अत्र केवलं विधिलिङ्ग् च लिरिट् च सम्भवतः किमो वृत्तं किं वृत्तं तस्मिन् किं वृत्तं षष्ठी तत्पुरुषसमासः लिङ्ग् च लिरिट् च तयोरुत्तरेत्वरद्वन्द्व लिङ् लिरितौ किं वृत्ते सप्तमी अन्तं लिङ् लिरितौ प्रथमान्तं द्विपदमिदं सूत्रं गर्हायां लटभि ज्ञात्वो ज्ञात्वोः इत्यस्मात् गर्हायाम् इत्यस्य अनुवृत्तिः प्रत्ययः धातोः पर इत्येषाम् अधिकारक अनुवृत्तिसहितसूत्रं किं वृत्ते गर्हायां धातोः लिङ् लिरिट् प्रत्ययो अर्थः किं वृत्ते लिङ् लिट् सूत्रं वदति यदा प्रश्नवाचके सति किम् अथवा कतर कथम इति प्रश्नवाचके अस्ति चेत् तत्र प्रश्नवाचके गर्हायामिति अर्थेन भवति चेत् तत्र लिरिट् लकारः एव भवति इति एतस्य सूत्रस्य अर्थः अत्र दत्तं गर्हायाम् इति अस्ति चेत् तत्र अर्थः भवति निन्दायाम् इति. लिङ् अत्र तत्र पूर्वतनसूत्रे लट् प्रत्ययानुवृत्तिः स्म इति दत्तं, परन्तु अहं न जानामि अत्र दत्तं वा इति अस्ति. गर्हायाम् इति एव विभाषा न स्वरेति, अत्र विभाषा स्वरेत्यपि न न सूचयति महोदय. विभाषा अत्र न भवति इति अर्थः वा? किं वृत्त उपपदे गर्हायां गमगमनं धातोः लिङ् लिट् प्रत्यवत्, अत्र लिङ् लिट् भवति चेत् अत्र सर्वलकारणम् अपवादः बाधः एव भवति इति तत्र विभाषा इति अनुवृत्तिः नास्ति इति अवगच्छामः खलु इति कृत्वा महोदय. किं वृत्ति लिङ् लिट् इति 33144 साधु यद् गर्हायां लट् अपि जातो इति 33142 तदनन्तरं विभाषा कथं लिङ्क् च इति 33143 यद् गर्हायां लट् अपि जातो अस्ति तद् गर्हायां लट् लकारस्य प्रयोगः अस्ति. विभाषां कथं लिङ्क् च तत्र चकार इति ग्रहणेन अनुवृत्तिः आगच्छति लट्, तत्र लिङ् अपि लट् लकारस्य प्रयोगः अस्ति. विभाषा इति सर्वे लकारः इति वर्गे उक्तवन्तः, अहम् अष्टाध्यायिनः पठितवती. किन्तु तदनन्तरं 144 किं वृत्ते लिङ् लिटो इदानीं लट् लकारस्य प्रयोगः न भवेत् अतः लिङ्क् पुनः दत्तमस्ति, न तु अनुवृत्तिरूपेण स्वीकृतम् अस्ति. सो लिङ् लुट् इति स्वीकृतमस्ति. विभाषा अपि अनुवृत्तिः नास्ति कारणकी अन्ये लकारा तेषां स्वीकृतिः न भवेत् अतः इति वर्गे वयं चर्चितवन्तः. अवगतम्? अतः केवलं विधिलिङ्ग् अण्ड् लिट् एव भवति इति अनुवृत्तिसहितसूत्रं किं वृत्ते गर्हायं दातोः लिङ् लिरिट् प्रत्ययः भवति. अत्र विभाषा इति अनुवृत्तिः नास्ति. किं वृत्ति गर्हायां धातोः लिङ् लिटौ इति सूत्रेण लिङ् प्रत्ययः अपि लिरिट् प्रत्ययः एव भवति इति. महोदय महोदय अग्रे पठतु इति अग्रे पठामि. किं वृत्ते लिङ् लिङ्ठौ इत्यस्य उदाहरणमस्ति कः कतर कतमो वा करीं निन्दिष्यति वा. भाग्यः अस्ति यत् हरेः निन्दं कुर्यात्. अस्मिन् उदाहरणे किं वृत्ते लिङ् लिङ्ठौ इति सूत्रेण षट् वाक्यानि भवन्ति. को करीं निन्देत्, कदर करीं निन्देत्, कदमो करीं निन्देत्, को करीं निन्दिष्यति, कदर करीं निन्दिष्यति, कदमो करीं निन्दिष्यति इति. अत्र किं शब्दस्य व्याकरणे किं वृत्तं भवति अपि च व्यवहारेण चिनोतु, व्याकरणे नास्ति व्यवहारेण. ओ क्षमे क्षमितम्. अत्र किं शब्दस्य व्यवहारेण किं वृत्तं भवति अपि च तेन एव व्यवहारेण गर्हा इति अर्थः अपि जायते. अतः निन्द् इति धातोः किं वृत्ते लिङ् लिरितौ इति सूत्रेण विधिलिङ्लकारे सति निन्देत् अपि च लिरुट् लकारे सति निन्दिष्यति इति द्वे पदे जायते. उदाहरणानि दत्तमत्र लिङ्गलकारे कथं भवति, लिट् लकारे कथं भवति इति. अतः कः अभाग्यः अस्ति यत् करेः निन्दां कुर्यात् इत्युक्ते यः निन्दति सः एव अभाग्यः वा? अस्मिन् प्रश्नः अस्ति इत्युक्ते अभाग्यः मीन्स् कः वदति निन्दां करोति सः एव सः. अत्र षड् वाक्यानि दत्तं कः करिं निन्देत् इति विधिलिङ्गकरे दत्तं, तदेव कतर करिं निन्देत् नन्देत् कदमो करिं निन्देत् इति विधिलिङ्गकरे त्रीणि, कः किं कदः कतर कदम इति. अनन्तरं लिट्लकारे को करिं निन्दिष्यति, कदर करिं निन्दिष्यति, कदमो करिं निन्दिष्यति अत्र दत्तम्. गर्ह इति अर्थेन एव तत्र जायते. किमेव अत्र वक्तुं शक्यते वा महोदय, किं वृत्ते लिङ्ग् लिट् इति सूत्रेण विधिलिङ्गपि लिट् अपि भवति इति. महोदय किमपि वक्तुं शक्यते वा अत्र? अग्रे परिषदम् अपि पठतु. अस्तु अस्तु अन्य अधः वा. ओके, लिरन् ब्राक्वत् लिरन् प्राग्वत् इति वाक्यं सिद्धान्तकौमुद्याः वृत्तौ वर्तते. पूर्वतनसूत्रे भाषा कदामपि लिङ् लिङ् च एका विशिष्टपरिस्थितिः भवति यत्र लिरुङ् लकारस्य सम्भावना अपि भवति. तत्वत् अत्रापि किं ऋतो लिङ् ऋतो इति सूत्रेण यत्र एकं विशिष्टं कार्यं भवति स्म अथवा तादृशप्रयोजनप्रयासः जातः परन्तु साफल्यं न प्राप्तम् अथवा भविष्यति यत्र तादृश असफलः प्रयासः स्यात् तत्र भूतकाले विकल्पेन लिङ्लकारः भवति, भविष्यत्काले च नित्यं लिङ्लकारः भवति. एतदर्थं काशिकायाम् उदाहरणं दीयते, को नाम वृषलः यं तत्र भवान् याजयेत्, यं तत्र भवान् वृषलं याजयिष्यति, कतरो नाम कतमो नाम यं तत्र भवान् वृषलं याजयेत् याजयिष्यति. भूते क्रियायाम् इति पत्तौ वा लिरिङ्, भविष्यति तु नित्यं, को नाम वृषलो यं तत्र भवान् याजयिष्यति. अस्मिन् उदाहरणे वृषलः नाम दुर्जनः, याजयति इति यज्जातोः निजन्दरूपं, यजति नाम त्यागं करोति. निदर्शने कोऽपि स्वस्य चरित्रं ह्याति नाम वा त्यागः क्रियते दुर्जनस्य कृते. आरम्भे सामान्यार्थे किं वृत्ते लिङ् लिटौ इत्यनेन विधिलिङ् च लिट् च इत्यनयोः वाक्यानि दीयन्ते. तदा अधिपत्तौ नाम यत्र कार्यस्य असाफल्यं जायते, भूते विकल्पेन लिरुङ् आयोजयिष्यत्, भविष्यति नित्यं लिरुङ् च भवति. अर्थः अस्ति तस्य दुर्जनस्य नाम किं, यस्य कृते भवतः असफलः प्रयासः जातः, स्वस्य नाम त्यागार्थं. प्रथमे उदाहरणे च अस्मिन् अर्थे को करिम् अनिन्दिष्यत् इति भवति. अत्र सहायं करोतु महोदय. प्रागवत् इति वाक्यं, प्रागवत् इत्युक्ते किम् अत्र दत्तम्? अहं पठितवान् परन्तु न ज्ञातवान्. भगिनि महोदय, क्षम्यताम्, प्राग्वत् इत्युक्ते किमस्ति? प्राग्वत् इत्युक्ते भूतवत् इति महोदय. अत्र उक्तवन्तः खलु वयं तत्र यत्र किम् अस्ति, किं वृत्तिः भवति, अनन्तरं किं वृत्तेः प्रयोगे गर्हायार्थे साफल्ये भूतार्थे इति भूतकालः प्राग् भूत इति यत्र प्राग्वत् इत्युक्ते यत्र भूतकालवत् यत्र भवति, तत्र तु किं भवति, लिङ्ग् च इति अनुवृत्तिः आगच्छति. पूर्वतमसूत्रात् विभाषा कथमि लिङ्ग् च इति सूत्रात् लिङ्ग् इत्यस्य अनुवृत्तिः आगत्य तत्र किं भवति, तत्र लिङ्ग तत्र किम् अस्ति, क्षम्यताम्, लिङ्ग् च इति तत्र तस्मात् सूत्रात् तस्मिन् सूत्रे लृङ् इति अस्ति, तर्हि तादृशलृङ्लकारस्य अपि सम्भावना भवति. यत्र किं वृत्तेः प्रयोगे तत्र निन्दार्थे महोदय, तत्र असाफल्यार्थे तु लृङ्लकारस्य प्राग्वत् इत्युक्ते भूतकालं, प्राग् इत्युक्ते किं, प्राक् इति पूर्वम् इति अस्ति खलु, तस्मात् प्राक् पूर्वम् इत्युक्ते भूतकालार्थे सूचयति, तदा तु लृङ्लकारस्यपि सम्भावना भवति इति सूत्रस्य तत्र कथनस्य आशयः अस्ति. पूरितवान् वा तत् पङ्क्तिं? किमर्थे सूत्रेण अत्र एकं विशिष्टं कार्यं भवति स्म अथवा तादृशप्रयोजनप्रयासः जातः, साफल्यं न प्राप्तं. महोदय चमिता महोदय पूरयतु महोदय. भगिनी इदानीं भवती यत् लिखितवती टिप्पणी तत् दर्शयतु इति सरलं भवति अवगमनम्. अस्तु भगिनि पठामि अत्र. यत्र गर्हार्थे अस्ति कृवृत्तेः प्रयोगः अस्ति, गर्हार्थे अस्ति. अनन्तरं प्राग् किम् अस्ति, अत्र तु प्राग्वत् इत्यनेन प्राग् इत्युक्ते भूत अस्ति खलु, भूत तदा तु असाफल्ये, तदपि तत्र पूर्वस्मात् सूत्रात् आगच्छति इति मन्ये. एतस्मात् सूत्रात् किं किम् अनुवृत्तिः भवति इत्युक्ते लृङ् इत्यस्य अनुवृत्तिः भवति, असाफल्ये इत्यस्य अनुवृत्तिः भवति पूर्वस्मात् सूत्रात्, तदा किं भवति असाफल्ये भूते इत्यपि अनुवृत्तिः अस्ति. तर्हि असाफल्ये भूते अनन्तरं तत्र तदा किं भवति लृङ् इत्यस्य अनुवृत्तिः भूत्वा लिङ् लुटौ लुटौ अनन्तरं लृङ् अपि तत्र विधानं भवति इति अवगच्छामः. अग्रे पठति वा अद्य तत् पङ्क्तिं पूरयति वा? तावत्पर्यन्तं पठितवन्तः. वयं तु गतसप्ताहे पूर्वं पूर्णं न पठितवन्तः वा? तत्र प्रश्नः उदेति यत् इति तद् न पठितवन्तः वा? अग्रिमपङ्क्तिमपि पठितम् अस्माभिः. सूर्यकुमारी भगिनी पठति पङ्क्तिम्. भगिनी प्रश्नः उदेति यत् किं वृत्ते लिङ्ग् ऋतौ दृश्यते भगिनि. ओ प्रदर्शनीयं वा? न न सम्यक्. प्रश्नः उदेति किं वृत्ते लिङ्ग् ऋतौ इति सूत्रे कुतः लृङ् प्रभवत् इति सूचना प्राप्यते. तथैव काशिकायां दत्तं यत् लृङ् भविष्यत्सु नित्यम्, एतत् सर्वं वृत्ते लिङ् ऋतौ इत्यस्य अनुवृत्तिसहितसूत्रे नास्ति किल. न श्रूयते भगिनि. आम् अहं पठामि तर्हि. तत्र किम् उक्तमस्ति, प्रश्नः उदेति यत् किं वृत्ते लिङ् लृटौ इति सूत्रे कुतः लिङ् लृङ् प्राग्वत् इति सूचना प्राप्यते. तत्र किं वृत्तेः लिङ् लृटौ इत्येव अस्ति खलु, सूत्रे तु प्राग्वत् इति किमपि शब्दः अनन्तरं लृङ् इत्यपि शब्दः नास्ति. तर्हि कुत्र अवगच्छामः इत्युक्ते काशिकायाम् उक्तमस्ति. किम् उक्तमस्ति, भूते क्रियातिपत्तौ वा लृङ् इति काशिकायां पृष्टीकृतमस्ति, तेन वयं प्राप्नुमः, ततः वयं प्राप्नुमः. तद् न तर्हि भूतार्थे भूते क्रिया अधिपत्तौ वाल्र भविष्यति तु नित्यं, यत्र भविष्यत्कालार्थे अस्ति चेत् नित्यं भवति इति काशिकायाम् उक्तमस्ति. एतत् सर्वं किं वृत्ते लृङ्टौ इत्यस्य अनुवृत्तिसहितसूत्रे नास्ति किल, नास्ति खलु. उत्तरत्वेन उच्यते यत् ओताप्योः इति सूत्रात् वा इत्यस्य अधिकारः अनेन प्राग्वत् पूर्वतनसूत्रम् इव विकल्पेन एकस्मिन् पक्षे लृङ्लकारः अपि भवति अनिन्दिष्यति इति रूपमपि वयं प्राप्नुमः. नाम अनुवृत्तिसहितसूत्रे एवं भवेत् वा नृङ् प्राग्वत् आहत्य सूत्रं भवति किंवृत्तेः गर्हायां धातोः लिङ् वृट् प्रत्ययो परश्च अनन्तरं वा लृङ् प्राग्वत् इति वयं स्वीकुर्मः. तदनन्तरं भविष्यति तु नित्यम् अस्ति इति तदपि न उक्तमस्ति अनुवृत्त्यां, तद् कुतः प्राप्नुमः इति न जाने. तदेक यद्यपि भवतु काशिकायाम् उक्तम् अस्ति इति कृत्वा वयं तद् वयं स्वीकुर्मः. भविष्यत्कालार्थे तत्र नित्यं भवति लृङ्लकारः नित्यं भवति इति एकमेव भवति इति तावत् विरमामः वा समयः. धन्यवादः धन्यवादः भगिनी धन्यवादः भगिनी.